चतुर्दशोऽध्यायः धर्मराजनगरनिरूपणम्। गरुड उवाच, यमलोकः कियान् मार्गः कीदृशः केन निर्मितः, सभा च कीदृशी तस्यां, धर्म आस्ते च कैः सह। ये धर्ममार्गैर्गच्छन्ति धार्मिका धर्ममन्दिरं, तान् धर्मानपि मार्गांश्च ममाख्याहृदयानिधे। श्रीभगवानुवाच, शृणुतार्क्ष्य प्रवक्ष्यामि यद्गम्यं नारदादिभिः, तद्धर्मनगरं दिव्यं महापुण्यैरवाप्यते। याम्यनैरृतयोर्मध्ये पुरं वैवस्वतस्य तु सर्वं वज्रमयं दिव्यमभेद्यं तत्सुरासुरैः। चतुरस्रं चतुर्द्वारमुच्चप्राकारवेष्टितं, योजनानां सहस्रं हि प्रमाणेन तदुच्यते। तस्मिन् पुरेऽस्ति सुभगं चित्रगुप्तस्य मन्दिरम्, पञ्चविंशतिसङ्ख्याकैर्योजनैर्विस्तृतायतं, दशोच्छ्रितं महादिव्यं लोहप्राकारवेष्टितं, प्रतोलीशतसञ्चारं पताकाध्वजभूषितं, विमानगणसङ्कीर्णं गीतवादित्रनादितं, चित्रितं चित्रकुशलैर्निर्मितं देवशिल्पिभिः, उद्यानोपवनैरम्यं नानाविहगकूजितम्, गन्धर्वैरप्सरोभिश्च समन्तात् परिवारितम्। तत्सभायां चित्रगुप्तस्वानने परमाद्भुते संस्थितो गणयेदायुर्मानुषाणां यथा तथं, न मुह्यति कथं चित्सुकृते दुष्कृतेऽपि वा, यद्येनोपार्जितं कर्म शुभं वा यदि वाशुभं, तत्सर्वं भुञ्जते यत्र चित्रगुप्तस्य शासनात्। चित्रगुप्तालयात् प्राच्यां ज्वरस्यास्ति महागृहं, दक्षिणस्याञ्च शूलस्य लूताविस्फोटयोस्तथा, पश्चिमे कालपाशस्यादजीर्णस्यारुचेस्तथा, उदीच्यां राजरोगोऽस्ति पाण्डुरोगस्तथैव च, ऐशान्यान्तु शिरोर्ति स्यादाग्नेयामस्ति मूर्च्छना, अतिसारो नैरृते तु वायव्यां शीतदाहकौ, एवमादिभिरन्यैश्च व्याधिभिः परिवारितः। लिखते चित्रगुप्तस्तु मानुषाणां शुभाशुभम्, चित्रगुप्तालयादग्रे योजनानां च विंशतिः, पुरमध्ये महादिव्यं धर्मराजस्य मन्दिरम्, शक्तिरत्नमयं दिव्यं विद्युद्ज्वालार्कवर्चसं द्विशतं योजनानां च विस्ताराय मतस्फुटम् पञ्चाशत् च प्रमाणेन योजनानां समुच्छ्रितं धृतं स्तम्भसहस्रैश्च वैडूर्यमणिमण्डितं काञ्चनालङ्कृतं नानाहर्म्यप्रासादसङ्कुलं शारदाभ्रनिभं रुक्मकलशैः सुमनोहरं चित्रस्फटिकसोपानं वज्रकुट्टिमशोभितम् मुक्ताजालगवाक्षञ्च पताकाध्वजभूषितं घण्टानेकनिनादाढ्यं हेमतोरणमण्डितं नानाश्चर्यमयं स्वर्णकवाटशतसङ्कुलं नानाद्रुमलतागुल्मैर्निष्कम्पैः सुविराजितम् एवमादिभिरन्यैश्च भूषणैर्भूषितं सदा आत्मयोगप्रभावैश्च निर्मितं विश्वकर्मणा तस्मिन्नस्ति सभा दिव्या शतयोजनमायता अर्कप्रकाशाभ्राजिष्णुः सर्वतः कामरूपिणी नातिशीता न चात्युष्णा मनसोऽत्यन्तहर्षिणी न शोको न जरा तस्याक्षुत्पिपासेन चाप्रियम् सर्वे कामास्थिता यस्यां ये दिव्या ये च मानुषाः रसवच्च प्रभूतं च भक्ष्यं भोज्यं च सर्वशः रसवन्ति च तो यानि शीतान्युष्णानि चैव हि पुण्याशब्दादयस्तस्यां नित्यं कामफलाद्रुमाः असंबाधा च सा तार्क्ष्य रम्या कामगमा सभा दीर्घकालं तपस्तप्त्वा निर्मिता विश्वकर्मणा तामुग्रतपसो यान्ति सुव्रताः सत्यवादिनः शान्ताः सन्न्यासिनः सिद्धाः पूताः पूर्वेण कर्मणा सर्वे भास्वरदेहास्तेऽलङ्कृता विरजाम्बराः स्वकृतैः कर्मभिः पुण्यैस्तत्र तिष्ठन्ति भूषिताः तस्यां सधर्मो भगवानासनेनुपमे शुभे दशयोजनविस्तीर्णे सर्वरत्नैः सुमण्डिते उपविष्टः सतां श्रेष्ठश्छत्रशोभितमस्तकः कुण्डलालङ्कृतः श्रीमान् महामकुटमण्डितः सर्वालङ्कारसंयुक्तो नीलमेघसमप्रभः वालव्यजनहस्ताभिरप्सरोभिश्च वीजितः गन्धर्वाणां समूहाश्च सङ्घशश्च सरोगुणाः गीतवादित्र नृत्याद्यैः परितः सेवयन्ति तं मृत्युना पाशहस्तेन कालेन च बलीयसा चित्रगुप्तेन चित्रेण कृतान्तेन निषेवितः पाशदण्डधरैरुग्रैर्निदेशवशवर्तिभिः आत्मतुल्यबलैर्नानासुभटैः परिवारितः अग्निस्वात्ताश्च पितरः सोमपाश्चोष्मपाश्च ये स्वधावन्तो बर्हिषदो मूर्तामूर्ताश्च ये खग आर्यमाद्याः पितृगणा मूर्तिमन्तस्तथा परे सर्वे ते मुनिभिः सार्धं धर्मराजमुपासते अत्रिर्वसिष्ठः पुलहो दक्षः क्रतुरथाङ्गिराः जामदग्न्यो भृगुश्चैव पुलस्त्योगस्त्यनारदाः एते चान्ये च बहवः पितृराजसभासदः न शक्याः परिसङ्ख्यातुं नामभिः कर्मभिस्तथा व्याख्याभिर्धर्मशास्त्राणां निर्णेतारो यथा तथं सेवन्ते धर्मराजं ते शासनात् परमेष्ठिनः राजानः सूर्यवंशीयाः सोमवंश्यास्तथा परे सभायां धर्मराजं ते धर्मज्ञाः पर्युपासते मनुर्दिलीपो मान्धाता सगरश्च भगीरथः अम्बरीशोनरण्यश्च मुसुकुन्दो निमिः पृथुः ययातिर्नहुषः पूरुर्दुष्यन्तश्च शिबिर्नलः भरतस्यन्तनुः पाण्डुः सहस्रार्जुन एव च एते राजर्षयः पुण्याः कीर्तिमन्तो बहुश्रुताः इष्ट्वाश्वमेधैर्बहुभिर्जाता धर्मसभासदः सभायां धर्मराजस्य धर्म एव प्रवर्तते न तत्र पक्षपातोऽस्ति नानृतं च न मत्सरः सभ्याः सर्वे शास्त्रविदः सर्वे धर्मपरायणाः तस्यां सभायां सततं वैवस्वतमुपासते ईदृशी सा सभा तार्च्य धर्मराजो महात्मनः न तां पश्यन्ति ये पापाः दक्षिणेन पथागताः धर्मराजपुरे गन्तुं चतुर्मार्गा भवन्ति च पापिनां गमने पूर्वं सतुते परिकीर्तितः पूर्वादिभिस्त्रिभिर्मार्गैर्ये गता धर्ममन्दिरे ते वै ते वै सुकृतिनः पुण्यैस्तस्यां गच्छन्ति तान् शृणु पूर्वमार्गस्तु तत्रैकः सर्वभोगसमन्वितः पारिजाततरुच्छायाच्छादितो रत्नमण्डितः विमानगणसङ्कीर्णो हंसावलिविराजितः विध्रुमारामसङ्कीर्णः पीयूषद्रवसंयुतः तेन ब्रह्मर्षयो यान्ति पुण्याराजर्षयो मलाः अप्सरो गणगन्धर्वविद्याधरमहोरगाः देवताराधकाश्चान्ये शिवभक्तिपरायणाः ग्रीष्मे प्रसादानरताः माघे काष्ठप्रदायिनः विश्रामयन्ति वर्षासु विरक्त दृष्टान् दानमानतः दुःखितस्यामृतं ब्रूते ददते ह्याश्रमं तु ये सत्यधर्मरता ये च क्रोधलोभविवर्जिताः पितृमातृषु ये भक्ता गुरुशुश्रूषणे रताः भूमिदा गृहदा गोदा विद्यादानप्रदायकाः पुराणवक्तृश्रोतारः पारायणपरायणाः एते सुकृतिनश्चान्ये पूर्वद्वारे विशन्ति च यान्ति धर्मसभायां ते सुशीलाः शुद्धबुद्धयः द्वितीयस्तूत्तरो मार्गो महारथशतैर्वृतः नरयानसमायुक्तो हरिचन्दनमण्डितः हंससारससङ्कीर्णश्चक्रवाकोपशोभितः अमृतद्रवसम्पूर्णस्तत्र भाति सरोवरः अनेन वैदिका यान्ति तथाभ्यागतपूजकाः दुर्गाभान्वोश्च ये भक्तास्तीर्थ स्नाताश्च पर्वसु ये मृता धर्मसङ्ग्रामेन शनेन मृताश्च ये वाराणस्यां गोग्रहे च तीर्थतो ये मृता विधेः ब्राह्मणार्थे स्वामिकार्ये तीर्थक्षेत्रेषु ये मृताः ये मृता देवविध्वंसे योगाभ्यासेन ये मृताः सत्पात्रपूजका नित्यं महादानरताश्च ये प्रविशन्त्युत्तरे द्वारे यान्ति धर्मसभाञ्च ते तृतीयः पश्चिमो मार्गो रत्नमन्दिरमण्डितः सुधारससदा पूर्णदीर्घिकाभिर्विराजितः ऐरावतकुलोद्भूतमत्तमातङ्गसङ्कुलः उच्चैश्रवत्समुत्पन्नहयरत्नसमुन्नतः एतेनात्मपरायान्ति सच्छास्त्रपरिचिन्तकाः अनन्यविष्णुभक्ताश्च गायत्रीमन्त्रजापकाः परहिंसापरद्रव्यपरदारपराङ्मुखाः स्वदारनिरताः सन्तस्साग्निका वेदपाठकाः ब्रह्मचर्यव्रतधरा वानप्रस्थास्तपस्विनः श्रीपादसन्न्यासपराः समलोष्टाश्मकाञ्चनाः ज्ञानवैराग्यसम्पन्नाः सर्वभूतहिते रताः शिवविष्णुव्रतकराः कर्मब्रह्मसमर्पकाः ऋणैस्त्रिभिर्विनिर्मुक्ताः पञ्चयज्ञरताः सदा पितॄणां श्राद्धदातारः काले सन्ध्यामुपासकाः नीचसङ्गविनिर्मुक्ताः सत्सङ्गतिपरायणाः एते सरोगणैर्युक्ताः विमानवरसंस्थिताः सुधापानं प्रकुर्वन्तो यान्ति ते धर्ममन्दिरं विशन्ति पश्चिमद्वारे यान्ति धर्मसभान्तरे यमस्तानागतान् दृष्ट्वा स्वागतं वदते मुहुः समुत्थानं च कुरुते तेषां गच्छति सम्मुखं तदा चतुर्भुजो भूत्वा शङ्खचक्रगदाशिभृत् पुण्यकर्मरतानाञ्च स्नेहान् मित्रवदाचरेतु सिंहासनं ददत्याशु नमस्कारं करोति च पाद्यार्घ्यं कुरुते पश्चात् पूजते चन्दनादिभिः नमस्कुर्वन्तु भू सभ्या ज्ञानिनं परमादरातु एष मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति। भो भो बुद्धिमतां श्रेष्ठा नरकक्लेशभीरवः भवद्भिः साधितं पुण्यैर्देवत्वं सुखदायकम्। नमस्कुर्वन्तु भो सभ्या ज्ञानिनं परमादरातु एष मे मण्डलं भित्त्वा ब्रह्मलोकं प्रयास्यति। भो भो बुद्धिमतां श्रेष्ठा नरकक्लेशभीरवः भवद्भिः साधितं पुण्यैर्देवत्वं सुखदायकम्। मानुषं दुर्लभं प्राप्य नित्यं यस्तु न साधयेत् स याति नरकं घोरं कोऽन्यस्तस्मादचेतनः अस्थिरेण शरीरेण योऽस्थिरैश्च धनादिभिः सञ्चिनोति स्थिरं धर्मं स एको बुद्धिमान् नरः तस्मात् सर्वप्रयत्नेन कर्तव्यो धर्मसञ्चयः। गच्छद्वं पुण्यवत्स्थानं सर्वभोगसमन्वितम् इति धर्मवचः श्रुत्वा तं प्रणम्य सभाञ्च ताम् अमरैः पूज्यमानास्ते स्तूयमाना मुनीश्वरैः विमानगणसङ्कीर्णाः प्रयान्ति परमं पदं केचिद्धर्मसभायां हि तिष्ठन्ति परमादरात् उषित्वा तत्र कल्पान्तं भुक्त्वा भोगानमानुषान् प्राप्नोति पुण्यशेषेण मानुष्यं पुण्यदर्शनं महाधनी च सर्वज्ञः सर्वशास्त्रविशारदः पुनः स्वात्मविचारेण ततो याति पराङ्गतिम्। एतत्ते कथितं सर्वं त्वया पृष्टं यमालयम् इदं शृण्वन् नरो भक्त्या धर्मराजसभां व्रजेतु। इति श्रीगरुडपुराणे सारोद्धारे धर्मराजनगरनिरूपणो नाम चतुर्दशोऽध्यायः।